नमस्कारः. ऋङ्लकारः इति करपत्रम् अनुवर्तते. तर्हि गते सप्ताहे अस्माभिः तत्र जातयदोर्लिङ् इति दृष्टं, ततः आरभ्य पुनः एकवारं पठामः इति चिन्तनं. तत्र अरुणा भगिनी पठति वा भगिनि? आं भगिनि, पठामि. Oh God. क्षम्यतां भगिनि, करपत्रं न जातु. जातु यजोर्लिङ् तृतीय अध्याये तृतीयपादे सप्तचतुर्विंशति अधिकशतसूत्रं जातु यद् इति उपपदे सति सम्भावनायां च असहनायां च धातोः लिङ् भवति, न तु लुट्. किं किल किलास्ति अप्सेषु लुट् इत्यस्य अपवादः. यदा यद्यो उपसङ्ख्यानाम् इति वार्तिकेन च उच्यते यत् यदा च यदि च इति उपपदरूपेण भवतः चेदपि लिङ् न तु लुट् भवति. उपसङ्ख्यानाम् इत्यस्य कथनेन उपपदचतुष्टयं गणनीयम् अस्ति. नाम साङ्ख्या नून अस्ति आसीत्, अनयोः द्वयोः अपि उपपदपदयोः संयोजनं स्यात्. काशिकायाम् अनवकृप्त अमल कृप्तमर्ष्योरि इत्येव जातु यदित्येतयोः उपपदयोः अनवक्लृप्त अमर्षयोः गमर्षयोः गमनमानयोः धातोः लिङ् प्रत्यये भवति, लुटो अपवादः. सिद्धान्तकौमुद्यां यदा यद्योरुपसङ्ख्यानां वार्तिकं लुटो अपवादः लुङ् प्रागुवत्. जातुश्च यच्च जातु यदौ तयोर्जातु यदोः इतरेतरयोगद्वन्द्वः. जातु यदोः सप्तमी द्विवचनान्तं लिङ् प्रथमान्तं द्विपदमिदं सूत्रम्. अनवक्लुप्त अमर्षयोः किं वृत्ते अपि इत्यस्मात् अनवक्लुप्त अमर्षयोः इत्यस्य अनुवृत्तिः लिमिङ् लिङ्निमित्ते लुङ् क्रियातिपत्तौ इति सूत्रसम्पूर्णसूत्रम् अनुवर्तते. भूते च इत्यस्य अधिकारः ओतापयोः इत्यस्मात् वा इत्यस्य अधिकारः धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम्. अन्वक्लृप्त अमर्षयोः जातु यदोः धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च वा लुङ् क्रियातिपत्तौ. ओके, नूतनसूत्रमस्ति. जातु यद् शब्दम् उपपदे अस्ति सम्भावनायां च असहनायां च अर्थे धातुतः लिङ् विधीयते, न तु लुट् लकारः इति अपवादसूत्रं. किं किलास्ति अर्थेषु लुट् इति सूत्रस्य अपवादः. केवलं लिङ् विधीयते, न तु लुट्. ओके, अन्य अत्र एकवार्तिकमस्ति. यदा यद्योरुपसङ्ख्यानाम् इति वार्तिक कार्तिका सूच्यते यत् यत् यत् यदा च यदि च इति उपपदरूपेण भवतः. केवलं यत् नास्ति, यदा यदि उपपदरूपेण ग्रहणीयम् अत्रापि यदा यदि अस्ति चेत् अपि लुट् न भवति, केवलं लिङ् विधः लिङ् भवति. दिस् वन् ऐ डेण्ट् अण्डर्स्टाण्ड्. उपसङ्ख्यानाम् इत्यस्य कथनेन उपपदचतुष्टयं गणनीयम् अस्ति. नामसङ्ख्या न्यूना आसीत्, अनयोः द्वयोः अपि उपपदयोः संयोजनं स्यात्. कथं भगिनि न एक्स्प्लेन् भगिनि उपसङ्ख्यार्थयार्थं विवरणं अत्र दत्तम्. उपपदचतुष्टयं गणनीयम्. आम् आम् तत्र तु सूत्रे तु जातु यदिति तत्र द्वयं खलु तदनन्तरं कार्तिके उक्तमस्ति यदा यदि इति द्वयं दत्तमस्ति. धन्यवादः. काशिकायाम् अनवक्लृप्त अमर्षयोर् इत्येव दत्तं. जातु यदि यदित्येतयोर् उपपदयोः अनवक्लृप्त अमर्षयोः गम्यमानयोः धातोः लिङ् प्रत्ययो भवति. इति लोटसे समानमेव. काशिकायमपि अनुक्लुप्त अमर्ष इत्येव जातु यदि शब्दः अपि उपपदे भवति. लुट् अवकारस्य अपवादः अस्ति. सिद्धान्तकौमुद्या उक्तमस्ति यदा यद्योः उपसङ्ख्यानां लुट् अपवादः. लुङ् प्राग्वत् लुङ् तत्र क्रियाधिपत्यम् अस्ति चेत् एव लुङ् भवति भगिनि. सत्यं सत्यं भगिनि. लुङ् लुङ् भवति तत्र क्रियाधिपतिः अस्ति चेत् भूते च अस्ति चेदपि अस्ति. अनुवर्ति सूत्रमस्ति अनुवक्लुप्ति अमर्षयोः जातु यदोः धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च वा लुङ् क्रियाधिपत्तौ भविष्यकालार्थे नित्यं भवति, भूतकालार्थे विकल्पेन भवति. विकल्पेन भवति क्रियाधिपति. पठामि भगिनि. सिद्धान्तकौमुद्या निदर्शनमस्ति जातु यद्यदा यदि वा तावदृशे हरिं निन्दे नावकल्पयामि न मर्शयामि. सन्त उदाहरणं दत्तं जातु यद्यदा यदि वा तावदृशे दृशः हरिं निन्देत् न अवकल्पयामि न मर्ष्यामि. अस्य अष्टवाक्यानि भवन्ति. ओके. जातु तावदृशौ हरिं निन्देत् न अवकल्पयामि. लट्लकाररूपमस्ति. जातु तादृशो हरिं निन्दे न मर्शयामि. कल्पात्र अनवक्लुप्त अन्यत इति अमर्ष यत् तावदृशो हरिं निन्दे नावकल्प्यमि. यथा तावदृशो हरिं निन्देत् न मर्शयामि. यदा तावदृशो हरिं निन्देत् नावकल्पयामि. अदा अत्र यत् उदाहरणमस्ति यदा अधुना तावदृशो हरिं निन्देत् न अवकल्पयामि. यदा तावदृशो हरिं निन्देत् न मर्शयामि. यदि शब्दम् उपपदं यदि तावदृशो हरिं निन्देत् नावकल्पयामि. यदि तावदृशो हरिं निन्देत् न मर्शयामि. किमर्थं लट्लकारे उक्तमस्ति भगिनि? लिङ्गस्ति खलु भगिनि. ओ न इति न मर्षयामि इति तु भिन्नमस्ति, किन्तु हरिं निन्देत् इति तत्र तु इति अत्र न मर्षयामि इति यत्र उक्तमस्ति तत्तु तत्र वक्तव्यं तत्र उपपदं नास्ति इति मन्ये खलु, तत्र अर्थः अवगम्य चेत् तत्र ओ एवं वा इति अहं वदामि चेदपि मम ध्वन्यं तादृशभावः अस्ति चेदपि भवति जातु तादृशो हरिं निन्देत् इति पृच्छामि चेत् तत्रापि गच्छति, नो चेत् जातु जातु तादृशो हरिं न निन्देत् इति हरिं निन्देत् इति अहं वदामि चेत् यत्र अहं न सहनं न करोमि इत्यस्मिन् अर्थे तत्रापि गच्छति इति कृत्वा अत्र अवकल्पयामि मर्षयामि इति केवलम् अस्माकं भावं प्रकटयति. साक्षात् वाक्यमस्ति जातु त्वादृशो हरिं निन्देत् इति, अत्र तु जातु तादृशो हरिं निन्दिष्यति इति लृट् भवेत् नो चेत् अन्यलकारः भवेत्, किन्तु अत्र सर्वेषां लकाराणाम् अपवादभूतत्वेन अत्र एव भवति इति तम् इव व्यष्टिः हरेः निन्दां कुर्यात्, एतद् अहं कल्पनां कर्तुं न शक्नोमि अथवा सहनं कर्तुं न शक्नोमि. उक्तेषु वाक्येषु क्रमशः जातु यत् यदा यदि इत्येषां योजनं च चतुर्षु वाक्येषु असम्भावना च चतुर्षु वाक्येषु अक्षमात् इति अर्थः अस्ति. जातु च यत् च जातु यदोर्लिङ् इति सूत्रेण च यदा च यदि च यदा यदा यद्योर् उपसङ्ख्यानाम् इति वार्तिकेन निन्द् धातोः लिङ् विहितः इति कृत्वा निन्देत् इति रूपं भवति. अत्र उदाहरणं मोर् एक्स्प्लनेशन् हरिं निन्दां कुर्यात् इति लिङ्गरूपमस्ति. अत्र कल्पना चतुर्थ अधुना जातु यत् यदा यदि इत्येषां योजनं कृत्वा चतुर्षु वाक्येषु लृट् लकारः न लिङ्ग्लकारः विधीयते न तु लृट्. वार्तिकेन चातुर् यदोर्लिङ् च यदाद्योरूपसङ्ख्यानाम् इति वार्तिकेन जातु यत् यदा यदि उपयुज्य विधिलिङ् कार्यं करोति. अल्रिन् प्राग्वत् तदपि पठितवती खलु अन्तिमवाक्यं न पठन् लुङ् प्राग्वत् लुङ् प्राग्वत् अत्र भविष्यति नित्यं लुङ् भूते वा इत्यनयोः प्रसक्तिः अस्ति, तदनुसृत्य च लकारस्य प्रयोगो भवति. गोताप्यो इत्यस्मात् वा इत्यस्य अधिकारः, अतः पक्षे लुङ् लकारः अपि भवति अनिन्दिष्य इति. ओ तदेव भवती उक्तवती क्रियातिपतिः अस्ति तत्र तु अनिन्दिष्यः इति, यदि त्वादृशोः हरिम् अनिन्दिष्यः इति खलु. अस्तु अग्रिमणि महोदय पठति वा महोदय. धन्यवादः भगिनि. यच्च यत्र योः यच्च यत्र इति उपपदेशति असम्भावनायाम् अनुपलुप्तायां च असह्य सघ्नायाम् अमर्षे च धातोः लिङ् भवति. यच्च इति पदं यत् च इत्यनयोः अवयोः सङ्घातः. इदं सूत्रं जातु यतोर्लिङ् इत्यस्मात् पृथक् कथमस्ति येन अग्रिमे सूत्रे केवलं यच्च यत्र इत्यनयोः अनुवृत्तिः स्यात् न तु जातु यदि इत्यनयोः भाषिकायाम् अणवकृति अमर्षयोर् इति एव यच्च यत्र इत्यनयोः रूपपदयोः अणवकृति अमर्षयोः गम्यमानाय धातोः लिङ् प्रत्ययो भवति लिट् अपवादः योगविवाहः उत्तरार्थे यदा संज्ञं नेष्यते यच्च च यत्र च इतरित्रदण्डः यच्च यत्रौ तयोर् तयोर् यच्च यत्रयोः यच्चयत्रयोः सप्तमी द्विवचनान्तरम् एकपदम् इदं सूत्रम् अनवक्लृत्य अमृषयोः किमृत्ति अपि इत्यस्मात् अनवक्लृत्य अमृषयोः इत्यस्य अनुवृत्तिः जाति अतो इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः लिङ्लिङ्क्ते लिङ्क्रियाधिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्त्यते भूतिरिच इत्यस्य अधिकारः वादोऽप्यहो भूताप्यः इत्यस्मात् वा इत्यस्य अधिकारः धातोः प्रत्यापरस्य तेषाम् अधिकारः अनुवृत्तिसूत्रम् अनवक्लृत्य अमृषयो यच्चयत्रयोः धातोः लिङ् प्रत्यापरस्य लिङ्निमित्ते भूते च वा लिङ्क्रियाधिपत्तौ यच्चयत्रयोः सूत्रं वदति यच्च समान अर्थः धातोः असमानायाम् असमानानाम् अस्ति चेत् तदा यच्च अत्र दीपपदे प्रयोगः अस्ति तदा धातुतः लिङ् भवति पूर्वसूत्रमपि जातिधातो लिङ् इति सूत्रमपि लिङ्लकारः परन्तु उपभवं भिन्नः अस्ति अत्र अपि लिरिट् लकारस्य अपवादः इत्युक्ते किं कास्य तेषु लिरिट् भवति अत्र समानार्थभेद असम्भवानाम् आसगानां धातुर्थः परन्तु उपवद भिन्नः अस्ति चेत् अत्र लिरिट् लकारः जातु यतो लिङ् इत्यस्य लिङ् लकारः अत्रापि अत्र यच्चयत्रयोः इत्यपि लिङ् लकारः अतः लिरिट् लकारस्य अपवादः इति कृतम् अनन्तरं अस्ति महोदय जातु यतो लिङ् इत्यस्मात् पृथक् कथम् अस्ति अत्र किमर्थं जाति यतो लिङ् अपि लिङ्लकारः भवति जातु यत् धातोः उपपदे यच्चयत्रयोः अपि लिङ्लकारः किमर्थं भिन्नपृथक्तया दत्तमस्ति इति उत्तरमस्ति अनन्तरम् अन्यसूत्रयोः यच्चयत्रयोः एव अनुवृत्तिः भवति जातीयतो लिङ् जातीयतु भवतः न अनुवृत्तिः अतः एव पृथक्तया दत्तम् इति तेषाम् अर्थः चिन्तयामि महोदय अनन्तरम् अनुवृत्तिसूत्रम् अनवक्लृत्य अमस्ययोः यच्चयत्रयोः समानार्थः अनवक्लृत्य अमस्ययोः इति अर्थेन धातोः यच्चयत्र इति उपपद योजनेन लिङ् प्रत्ययः भवति यदा सूत्रं वदति लिङ् भवति इति अतः लिङ् निमित्ते अणु क्रियाधिपति धातु अस्ति चेत् भूते विकल्पेन भवति लिङ्लकारः भविष्यत्कालात् नित्यं भवति इति अत्र सूत्रस्य अर्थः तर्हि पूर्वसूत्रमस्ति तथैव अत्रापि खलु तदेव आशयः अस्ति तर्हि पूर्वसूत्रे चत्वारि उपपदानि उक्तानि धातु यद् यदा यदि इति अनेन सूत्रेण पुनः यत् यच्च अनन्तरं यत्र इति द्वयमपि योजनीयं भवति समानविषयः अस्ति तत्र लिङ्लकारस्य विधानमस्ति किमर्थं पृथक् सूत्रितम् अस्ति इत्युक्ते अग्रिमसूत्रे यच्च यत्र इति अनुवृत्तिः अपेक्षितम् इति कृत्वा पृथक् सूत्रितम् इति खलु तावदेव तत्र उदाहरणवाक्यानि पठितवान् सिद्धान्तकौमुद्यां निदर्शनमस्ति यच्च यत्र वा द्वमेवं कुर्याः यच्च यत्र वा त्वम् एवं कुर्याः विदलिङ्ग कुर्याः यच्च यत्र वा त्वम् एव कुर्याः न श्रद्धते न मर्शयामि अस्य चत्वारि वाक्यानि भवन्ति यच्च त्वमेव कुर्याः न श्रद्यते अहं कल्पनां कर्तुं न शक्नोमि यत् त्वमेवम् अकरोः यच्च त्वमेव कुर्याः न मर्शयामि अहं सोढुं न शक्नोमि यत् त्वमेवम् अकरोः यत्र त्वमेवं कुर्याः न श्रद्यते अहं कल्पनां कर्तुं न शक्नोमि यत् एवं त्वम् एवम् अकरोः यत्र त्वमेव कुर्याः न मर्शयामि अहं सोढुं न शक्नोमि यत् त्वम् एवम् अकरोः चत्वारि वाक्यानि अस्ति अमर्षयोः इति अर्थेन यच्च उपयोगः यत्र उपयोगः अनन्तरं अनवक्लिप्ति इति अर्थः अपि चत्वारि द्विवाक्यानि अस्ति यच्च यत्र यच्च इति द्वयोः अपि द्वौ वाक्यानि अस्ति इति अर्थेन अतः एव कुर्याः न श्रद्यते त्वमेवं कुर्याः इति इत्यस्य अत्र विधिलिङ्गस्य दत्तम् अस्ति किमपि कृतं वा न महोदय तत्तत् वाक्येषु प्रथमतयोः यच्च इति उपपदस्य व्यवहारः द्विविधद्वयोः च यत्र इति उपपदस्य व्यवहारः प्रथमवाक्ये वाक्ये तृतीयवाक्ये अणवक्लिप्ति अणवक्लिप्ति अर्थे द्विविधवाक्ये तृतीयवाक्ये अमर्षयोः अर्थः अस्ति अतः यच्चयत्रयोः इत्यनेन कृ धातोः लिङ्लकार उदानेन कुर्याः इति रूपम् तदेव अहमपि उक्तवान् यच्च इति प्रथमवाक्ये यच्च इति उपपदं यूस् उपयोगं कर्तः अनन्तरं द्वितीयवाक्ये अपि प्रथमवाक्ये तृतीयवाक्ये अमर्षयोः अणवक्लिप्ति इति अर्थेन अत्र दत्तम् अनन्तरं द्वितीयवाक्ये चतुर्थवाक्ये अमर्षयोः इति अर्थेन यच्च उपयोगं यत्र उपयोगम् इति अत्र दत्तमस्ति किमपि कुरुधातोः रूपम् अस्ति लिङ्लकारे कुर्याः इति तदेव महोदय पठामि तथैव अस्ति खलु तावदेव अस्ति तदनन्तरम् अग्रे अपि अस्ति ओतापयोः च वा इति अधिकारः तर्हि क्रियातिपत्तौ इति तदपि अस्ति महोदय अहं पठामि भगिनि पठतु भगिनि भवती पठतु धन्यवादः ओतापयो इत्यस्मात् वा इत्यस्य अधिकारः अथ विकल्पेन क्रियातिपत्तौ लुरिङ्ग् इति कृत्वा अकरिष्यः वोतापि इति वयं जानीमः सूत्रं तृतीयदासि तृतीयपादे एकचतुर्शत अधिकम् एकशतं सूत्रम् अस्ति अनेन विकल्पेन यत् यत्र लिङ्लकारं लिङ्लकारनिमित्तं भवति तत्र लिङ्लकार विकल्पेन आगच्छति इति अधिकारसूत्रम् अस्ति 341 3 150 उत्थाप्यो समर्थयो उत्थाप्यो लिङ्ग् अत्यन्त यत्र लिङ्ग् स्थानं दत्तमात् एकसूत्रपूर्वं तत्पर्यन्तम् उत्थाप्यो यत् प्रकृतसूत्रमस्ति यत् यत्रयोः इति 3 3 148 अस्ति पर्यन्तम् उत्थाप्य चत्कार अपि अस्ति सूत्रे सो अनेन लिङ्ग्लकारविकल्पेन भवेत् यत्र लिङ्ग् निमित्तं ख्यातिपत्ति अस्ति तत्र कारणं दत्तमस्ति अनुभागे अकर्ष्य इति भवति धातुतः लिङ्ग्लकारस्य रूपम् अकरिष्यति मध्यमपुरुषे यच्च त्वमेव अकरिष्यः न श्रद्यते अहं कल्पना कर्तुं न शक्नोमि भगिनि मध्ये मध्ये न श्रूयते भगिनि. अस्तु, यच्च त्वमेव अकरिष्यः न मर्षयामि, अहं तोढुं न शक्नोमि यत् त्वमेवम् अकरिष्यः. तृतीयवाक्यं, यत्र त्वमेव अकरिष्यः न श्रद्धते, अहं कल्पनां कर्तुं न शक्नोमि यत् त्वम् एवं अकरिष्यः. चतुर्थं, यत् त्वमेव अकरिष्यः न मर्षयामि, अहं सोढुं न शक्नोमि यत् त्वम् एवम् अकरिष्यः. इति अर्थम् अस्ति अकरिष्य, यत्र लिङ्लकारस्य प्रयोगः अस्ति इत्युक्ते लिङ्निमित्तम् अस्ति, क्रियातिपत्ति नास्ति. किन्तु अत्र हेतु हेतुमत्व भाव इति वाक्यं द्वयं, तस्य आवश्यकता नास्ति इति महोदय वर्गे उक्तवान्. सः मातुभिः सह चर्चां कृतवान्, यदि क्रियातिपत्ति अस्ति तत्र लिङ्लकारः अस्ति, लिङ्निमित्तम् इति आवश्यकता नास्ति, तस्य वाक्यं द्वयं भवेत्, यथा यदि तर्हि इति अत्र पूर्वं दृष्टवन्तः. सो इदानीं यत् अकरिष्य इति अस्ति, वास्तविक अवस्थायां त्वं न अकरोषि, त्वं न अकरोषि किन्तु इति अस्ति, वास्तविकतः सः न कृतवान् इति अत्र दत्तम् अस्ति. त्वमेवम् अकरिष्य, यत् त्वमेवम् अकरिष्य इति अनक्लृप्ति अर्थे अस्ति, न श्रददे इति दत्तम् अस्ति. सो अनक्लृप्ति अर्थे यत् इति उपपद रूपेण लिङ्लकारस्य प्रयोगः अस्ति, अकरिष्यः इति अस्ति. तथा यच् इति अमर्ष अर्थे यत्र अस्ति तत्र सपि लिङ्लकारस्य प्रयोगः अस्ति. यच्च त्वमेवम् अकरिष्य न मरिष्यामि, मरिष्यामि. सो अत्र अपि सः एव अर्थम् अस्ति, अहं सोढुं न शक्नोमि त्वम् एवम् अकरिष्यः इति अस्ति. वाक्यं द्वयम् अश्रददे इति अन्वक्लृप्ति अर्थे अस्ति, यच् योगे द्ववाक्यम् अस्ति, क्षम्यताम्, एकं श्रददे एकम् अमर्षय अर्थे यच् भवति, यत्र यत्र अनेन योगे एक अश्रददे अर्थे एकम् अमर्षय अर्थे योजितम् अस्ति. सो वास्तविकतायाम् इति कार्यं न अभवत्, किन्तु अत्र लिङ्लकारे इति भवति, अकरिष्य इति अस्ति. यच्च त्वमेव, त्वम् एव अकरिष्यं न श्रद्धते. महोदय उक्तवान् उत्सर्गसूत्रमस्ति, अन्वकृप्ति अमर्षयो भवति, तत्र एक नूतनं परिच्छेदं योजितवान् इति अस्ति, यत्र किङ्क्ला अस्ति अर्थेषु लिट् अस्ति, तस्मात् पूर्वं भगिनि भगिनि न श्रूयते भगिनि मध्ये मध्ये पुनः वदति वा भगिनि. यत् सूत्रमस्ति अन्वक्लिप्तार्थमर्षयो किं वृत्ते अपि इति सूत्रमस्ति, तत् सूत्रे महोदय एक नूतन अनुच्छेदं लिखितवान्, तत् अस्ति अन्तिम परिच्छेदः तस्मिन् सूत्रे. किङ्क्ला अस्ति लिट् तस्मात् पूर्वं यत् परिच्छेदं पठति वा भगिनि, पाठयतु भगिनि. अन्यत् उदाहरणं लिङ्लकारस्य, न अवकल्पयामि, न सम्भवायामि, भावयामि, न मर्षये, न श्रद्धते, तत्र भवान् मासम् अभोक्ष्यत. अहं भावयितुं न शक्नोमि यद् भवान् मासम् अखादिष्यत्. अत्र वस्तुतः भवान् न खादितवान्, अत्र क्रियातिपत्ति अस्ति, तदर्थं विकल्पेन भूते भविष्यति च नित्यं लिङ्. अपि च एषु सूत्रेषु सर्वत्र तथा, नाम यत्र यत्र लिङ् निमित्तम् अस्ति तत्र सर्वत्र क्रियातिपत्तौ लिङ्. यदि एवम् अभविष्यत् तर्हि तथा अकरिष्यम् इति आकृति आवश्यकता नास्ति, केवलम् अपक्ष्यत् अपेक्षते क्रियातिपत्ति अस्ति इति यथा अहम् इदानीम् उक्तवती महोदय समाधानं दत्तवान् कथं यदि तर्हि इति आधारेण लिङ्ग् लकारस्य यत्र प्रयोगः अस्ति क्रियातिपति यथा वयं पूर्वं दृष्टवन्तः यदि वृष्टिः न अभविष्यत् अहं तर्हि अहं बहिः अगमिष्यम् इति अस्ति आगमिष्यामि इति यत् वाक्यं द्वयं नास्ति यत्र क्रियातिपत्तिः अस्ति तत्र लिङ्गकारस्य प्रयोगः एव प्रमाणरूपेण अस्ति यत्र क्रियातिपत्तिः अस्ति भविष्यकाले नित्यं भूतकाले च विकल्पेन अस्ति तत्र उदाहरणमस्ति न वकल्पयामि मनस्सम्भवायामि यानमाश्रये न श्रद्धते तत्र भवान् मासम् अभोक्ष्यत तत्र भवान् अभोक्ष्यत इति धातुतः लिङ्गकारस्य प्रयोगः अस्ति मासम् अभोक्ष्यत वास्तविक न खादितवान् सः न खादितवान् तदपि तु न अवकल्पयामि इति भवति अन्वकृति अर्थे तत्र भवान् मासम् अभोक्ष्यत यबा इति भवति अपश्यते भवान् मासम् अपश्यते इति अन्ते अन्ते किम् अन्तिमे किम् उक्तवती इति अन्ते किम् उक्तवती इति न श्रुतं न जाने अद्य किं जातं भवति ध्वनिः सम्यक् अस्ति अनन्तरम् अन्तर्गच्छति इति यत् नूतनपरिच्छेदं लिखितवान् स्पष्टीकरणार्थं यत् लिङ्गकारप्रयोगः अस्ति तत्र क्रियातिपत्ति इति अपेक्षितमस्ति वाक्यद्वयस्य रचना इति आवश्यकं नास्ति यथा पूर्वं दृष्टवन्तः न यदि दृष्टिः अभविष्यत् अहं सः न बहिः न गमिष्यत् इति अस्ति तत्र यदि तर्हि इति आगच्छति तत् अत्र यदि तर्हि इति न दत्तमस्ति केवलम् असम्भवयामि अन्वकृति अस्ति इति अस्ति यत् किमपि यत् उपपदसंज्ञारूपेण दृष्टवन्तः तत्र दत्तमस्ति किन्तु यद् लिङ्गकार यत्र अस्ति तत्र केवलम् एकमेकं वाक्यमस्ति यथा इदानीं वयं दृष्टवन्तः जातु यस्योः लिङ् लिङ् इति एतत् पर्यन्तं मम महोदय अन्यत् किमपि अन्य कोऽपि किमपि वक्तव्यं वा अत्र भगिनी सरलपणि किञ्चित् पूर्वं यच्चतरयोः इति सूत्रं विवरणं दत्तमस्ति किल भवत्या तदा क्रियाधिपत्यो धातोः लिङ् भवति इति उक्तवती लिङ् निमित्तम् आवश्यकं नास्ति इति वा उक्तवती न उदाहरणे वाक्यद्वयम् इति यथा पूर्वं वयं दृष्टवन्तः यत्र वृष्टिः न अभविष्यत् सः न बहिः अगमिष्यत् इति वाक्यद्वयस्य रचना नास्ति यत्र च लिङ्लकार अस्ति तत्र एतस्मिन् अधिकारे भूते च अधिकारे भूतापे च अधिकारे तत्र लिङ् आगच्छति तत्र अपि लिङ् निमित्ते लिङ् भवति क्रियातिपति इति भविष्यार्थे भवति इति अपि अस्ति लिङ्गितं लिङ्ग् निमित्तम् अवश्यः अस्ति आमां धन्यवादः धन्यवादः तदेव मम क्लास् निमित्तम् अस्ति अत्र यत्र किङ्किला किं किङ्किला अस्ति लिट् अस्ति तत्र लिङ्ग् निमित्तं नास्ति तस्मिन् सूत्रे लिङ्ग् लकार न आगच्छति अपि यद् वयं पूर्वं दृष्टवन्तः प्रथमं सूत्रं यत् अस्ति जातु अपि लिट् लट् लकार भवेत् तत्रापि लिङ्ग् न लिङ्ग् नास्ति कारणं कि लिङ्ग् निमित्तं नास्ति तत्र सो इति सूत्रद्वयं यत् अस्ति किङ्क्ला अस्ति लिट् अपि करायां लट् अपि जात्वोः तत्र लिङ्ग् लिङ्ग् लिङ्ग् निमित्तं नास्ति लिङ्ग् लकारस्य प्रयोगे नास्ति यतोहि एतानि सूत्राणि लिङ्ग् अधिकारे सन्ति पर अनुवृत्त्यर्थम् एतत् सूत्रं द्वयं दत्तमस्ति अत्र अपि महोदय उक्तवान् यत् अनुवृत्तिसहितसूत्रं यदि वयं पश्यामः यथा अत्र अस्ति अन्वक्लिप्ति अमर्षयो किं वृत्ते अपि तत्र अन्वक्लिप्ति अमर्षयो किं वृत्ते अपि धातो लिङ्ग् लिङ्गौ प्रत्ययो परश्च लिङ्ग् निमित्ते भूते च वा लिङ्ग् क्रियातिपतौ अत्र भविष्य इति न दत्तमस्ति कथम् इति जानीमः लिङ्ग् क्रियातिपतौ भविष्य अर्थे अपि अस्ति अत्र महोदय उक्तवान् माता उक्तवती यदि लिङ्ग् क्रियातिपतौ अस्ति तत् सूत्रे इति दत्तमस्ति लिङ्ग् निमित्ते लिङ्ग् क्रियातिपतौ भविष्य अर्थे नित्यमस्ति इति अस्मिन् लिङ्ग् क्रियातिपतौ अस्ति तत्र इति मन्तव्यम् इति हरि ओं भगिनि न श्रूयते भगिनि अधुना नो न अहम् अहं किमपि न उक्तवती इति तत्र अन्ते तु पुनः अन्तर्गतं तदनन्तरं न श्रुतं न अहम् उक्तवती यत् लिङ्ग् निमित्ते भविष्यत्कालार्थे इति न दत्तमस्ति अनुवृत्तिसूत्रे तदापि इति अस्माभिः स्वीकर्तव्यं कारणकी यत् लिङ्ग् निमित्ते लिङ्ग् क्रियातिपत्तौ इति यत् सूत्रमस्ति तत्र भविष्यार्थे नित्यमस्ति इति अस्माभिः स्वीकर्तव्यम् अनुवृत्तिसूत्रे अपि यतोहि भविष्यकालार्थे इति न दत्तम् अस्ति तत्र किन्तु इति स्वीकर्तव्यं व्याख्या च तत् सूत्रस्य व्याख्या अनुसारम् इति उक्तवान् नूतनतया अवगतं भगिनि अपि यत् विद्याभगिनी पृष्टवती यत् प्रथमं सूत्रमस्ति लिङ्ग् हेतुमतो लिङ्ग् तत्र वयं पठितवन्तः यत्र हेतुमतो क्रिया कारणभावः कारण कार्यभावः अस्ति तत्र एव लिङ्ग् निमित्तं भवति सो इति नास्ति अपि यत्र लिङ्ग् निमित्तम् अन्येषु अर्थेषु भवति तत्र अपि लिङ्ग् लकार भवितुं शक्नोति विकल्पेन इति महोदय उक्तवान् कुत्रापि अन्यपि सः हिन्दी टीकायाम् इति सः दृष्टवान् महोदय हिन्दीभाषायां टीका अस्ति तत् महोदय महोदय महोदयं प्रति तत्र दृष्टवान् एतत् वाक्यानि यत्र दत्तमस्ति अधोभागे तत्र अपि सः उक्तवान् टीकायां अर्थं महोदय लिखितवान् अहं न भावयामि यद् भवान् करे निन्दाम् अकरोत् इति टीकायां हिन्दीभाषायां टीकायां दृष्टवान् तत् अपि अत्र लिखितवान् कारण कि सः उक्तवती कथम् इति जानीम इति लिङ्लकारे अस्ति न तु महोदय उक्तवान् इति टीकायां दत्तमस्ति अहं लिखितवान् इति दृष्टवान् तत्र मम किम् इत्युक्ते भगिनि तत्र स्मरणेन भवति किमर्थम् इत्युक्ते बहूनि सूत्राणि सन्ति खलु हा अतः महोदय प्रत्येकं वर्गे आरम्भतः सर्वे सूत्राणि तस्य समग्ररूपेण इति रिविजन् करोति प्रत्येकम् आहूय न प्रत्ये एकस्मिन् आहूय करोति कमपि यथा वयम् अपि कृतवन्तः प्रत्येक वर्गे प्रत्येकस्मिन् वर्गे विरमामः तर्हि अस्तु मम तु भानुवासरे भवति अनन्तरं मण्डे तु नार्त् इण्डियन्स् मण्डे नरकचतुर्दशी 19th अस्ति अस्माकं टेम्पल् एव्रिथिङ्ग् साटर्डे सण्डे भवति न त्रयोदशी एकस्मिन् मन्दिरे त्रयोदशी दिवस आचरन्ति वा कारणकी सर्वे तेषु गृहेषु पूजां कर्तुम् इच्छन्ति न मन्दिरे मन्दिरे त्रयोदशी अपि अन्यमन्दिरं गच्छामि तत्र सण्डे अस्ति धन्यवादः धन्यवादः शुभरात्रि शुभदिवस मणिमहोदय